गतरविवासरे अस्माभिः किं कृतम्? अस्माभिः सार्वधातुकलकारः आर्धातुकलकारः इति विषये अस्माकं चिन्तनं समाप्तम्। तर्हि तत्र श्रोतुं न शक्यम् अत्र, न्यूनमेव भवति। न जानामि, अन्ये तु सर्वे शृण्वन्ति खलु? इदानीं सम्यक् महोदय। अस्तु, अस्तु। तर्हि गतरविवासरे अस्माभिः किं कृतं? सार्वधातुकलकारः आर्धातुकलकारः इति विषये अस्माकं चिन्तनं समाप्तं। तत्र के लकाराः सार्वधातुकलकारः, के लकाराः आर्धातुकलकारः इति अस्माभिः सर्वं पठितं, कुत्र कुत्र विकरणप्रत्ययाः आगच्छन्ति, कुत्र लकारनिमित्तविकरणप्रत्ययाः आगच्छन्ति, भेदः कः तेषां मध्ये इति अस्माभिः पठितं। तर्हि अत्र अग्रे गच्छामः, अग्रे वयम् अधुना गच्छामः। प्रश्नः अस्ति वा कस्यापि? इदानीं पर्यन्तं प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे गच्छामः। अग्रे करपत्रमस्ति, पञ्चमः करपत्रम्, अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः इति एक रिविजन् करपत्रमेव अस्ति। तर्हि तत्र एकवारं वयं पठामः। अस्तु, अग्रे जानकी महोदय अस्ति खलु? पठतु, नमस्ते। अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः। प्रत्ययानां स्वभावः कः अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौकावपि प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां द्वयोः संयोजनेन किम् उत्पद्यते इति सौकर्येण, नैपुण्येन च जानीयाम। अधस्थने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति। अनेन चित्रेण पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः, अपि च दीक्षिता पुष्पा मात्रा कथम् इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम् इति अस्माभिः स्पष्टतया बुध्यते। तर्हि अग्रे अत्र किं किम् अस्ति इति परिशीलयामः। पठतु अग्रे। अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः। प्रत्ययः, अत्र प्रत्ययः प्रातिपदिकात् धातोः इति भवति। कोष्ठके किम् अस्ति तदपि पठतु। आम्, चतुर्थ पञ्चम अध्यायौ प्रातिपदिक इति विषयं चतुर्थपञ्चम अध्यायौ अस्ति। धातोः इति विषयं तृतीय अध्यायः तत्र अस्ति। तदनन्तरं प्रातिपदिकात् तत्र के प्रत्ययाः भवन्ति इति अस्ति। तद् सुप् प्रत्ययाः चतुर्थ अध्यायस्य प्रथम सुप् इति सुप् संज्ञा विषये वदति वा महोदय? आमां, चतुर्थ अध्यायस्य प्रथमपादे द्वितीयसूत्रमस्ति। तदनन्तरं स्त्री प्रातिपदिकात् स्त्रीप्रत्ययः तत्र चतुर्थ अध्यायस्य प्रथमपादस्य तृतीयसूत्रात् आरभ्य चतुर्थ अध्यायस्य प्रथम पादस्य एकाशीतितमसूत्रपर्यन्तं तत् भवति। तदनन्तरं प्रातिपदिकात् तद्धित प्रत्ययाः तद् चतुर्थ अध्यायस्य प्रथमपादे द्व्यशीतितम सूत्रात् पञ्चम अध्यायस्य चतुर्थ पादस्य षष्ट्योत्तर एकशतसूत्रपर्यन्तं तद् गच्छति। तदनन्तरं धातोः ये प्रत्ययाः सन्ति ते तिङ् कृत् इति तिङ् प्रत्ययाः पुनः सार्वधातुक आर्धधातुकः च भवन्ति। कृत् प्रत्ययाः सार्वधातुकः आर्धधातुकः भवन्ति. तदनन्तरम् अस्तु अस्तु अस्तु धन्यवादः महोदय. तर्हि एतत्तु अस्माभिः पूर्वमपि पठितं यत् ये प्रत्ययाः सन्ति अष्टाध्याय्यां ते तृतीयः चतुर्थः पञ्चमः पाठेषु भवन्ति. तृतीयपादे तु तृतीय अध्याये तु धातूनां कृते ये प्रत्ययाः सन्ति ते सर्वे भवन्ति. धातो चतुर्थपादे पञ्चमे पादे तु प्रातिपदिकात् ये सूत्र ये प्रत्ययाः आगच्छन्ति ते सर्वे भवन्ति. प्रातिपदिकात् सर्वप्रथमं तु मुख्यप्रत्ययाः ये सन्ति ते सुप् प्रत्ययाः सन्ति. सुप् किमस्ति सर्वे जानन्ति वा? सुप् अस्ति सु औजस् अम् औजस् अन्तपर्यन्तं ये यत्र देवः देवौ देवाः देवं देवौ देवान् इति रूपाणि भवन्ति तत्र के के प्रत्ययाः सन्ति ते सर्वे सुप् प्रत्ययाः भवन्ति. ते सुप् प्रत्ययाः एकवारम् अष्टाध्याय्याम् उद्घाटयन्तु. अष्टाध्यायी उद्घाटयन्तु चतुर्थपाद अध्यायस्य प्रथमपादस्य द्वितीयः सूत्रं कुत्र अस्ति? पेज् नम्बर् अस्ति एकनिमिषः. द्विसप्ततिः तत्र द्विसप्तति तत्र पृष्ठे 411 अस्ति चतुर्थपाद अध्यायस्य प्रथमपादस्य प्रथमसूत्रं नाप्यप्रातिपदिकात् इति सूत्रमस्ति. अतः अत्र प्रातिपदिकात् इति पदस्य अधिकारः भवति अधिकारः अस्ति अधिकारसूत्रमस्ति प्रातिपदिकाधिकारः नाम अस्मिन् पाठे ये ये प्रत्ययाः भवन्ति ते सर्वे अपि च पञ्चम अध्याये अपि ये प्रत्ययाः भवन्ति ते सर्वे प्रातिपदिकात् आगच्छन्ति. धातो अनन्तरं न तर्हि अत्र प्रथमः अस्ति 412 अस्ति सु आदिप्रत्ययः सु औजस् अम् स्वौज सु औजस् अम् औक्षस् ताभ्यां भिस् गेभ्यां भ्यस् नसिभ्यां भ्यस् नसो साम् नसो सुप् इति भवति. ये सर्वे एकविंशतिः प्रत्ययाः सन्ति सु अदि स्वादिप्रत्ययः सुप् प्रत्ययः अपि सन्ति. तदनन्तरम् अग्रे अस्ति 413 अस्ति खलु तत्र स्त्रियां लिखितमस्ति स्त्रियां स्त्री अधिकारः अस्ति नाम अस्मिन् अधिकारे 4181 पर्यन्तं ये ये प्रत्ययाः आगच्छन्ति ते सर्वे किं कुर्वन्ति ते स्त्रीप्रत्ययाः सन्ति नाम ते यदा ते प्रत्ययाः प्रातिपदिकात् आगच्छन्ति तदा तत् पदं स्त्रीपदं भवति. तर्हि ते अस्ति स्त्रीप्रत्ययाः सन्ति उदाहरणतः अत्र 414 अस्ति खलु अजाद्यष्टाप् अत्र टाप् प्रत्ययः अस्ति. टाप् प्रत्ययः एक किमस्ति प्रसिद्धप्रत्ययः अस्ति. टाप् इत्युक्ते यत्र अन्ते आ आगच्छति नाम अज अस्ति खलु अज इत्युक्ते गोट् तस्य स्त्री भवति अजा तत्र टाप् प्रत्ययः अस्ति आ. तदनन्तरमस्ति नीप् प्रत्ययः ऋण्येभ्यो नीप् नीप् इत्युक्ते यत्र दीर्घ इकारान्तः आगच्छति तत्र नीप् प्रत्ययः आगच्छति. उदाहरणतः देव देवी भवति तत्र देवी मध्ये नीप् प्रत्ययः अस्ति स्त्री भवति इति सर्वे अत्र स्त्रीलिङ्गप्रत्ययाः भवन्ति. तदनन्तरं 4182 अस्ति 4182 पेज् नम्बर् 74 मध्ये तत्र समर्थानां प्रथमाद्वा इति अधिकारे तथित् प्रत्ययाः भवन्ति अन्तपर्यन्तं पञ्चम अध्यायस्य अन्तपर्यन्तं क्षम्यतां 4176 मध्ये कथिताः इति अस्ति 4176 कथिताः इति अस्ति पेज् 74 तत्र कथित् अधिकारः आरभ्यते तत्र एण्ड् पर्यन्तं 54160 नाम पञ्चम अध्यायस्य अन्तपर्यन्तं सर्वे प्रत्ययाः ये आगच्छन्ति ते सर्वे कथितप्रत्ययाः सन्ति इति अधिकारः भवति इति कथित् प्रत्यये नाम अत्र सर्व किमस्ति प्रातिपदिकादि प्रत्ययाः सन्ति ते सर्वे आगच्छन्ति. तदनन्तरं तृतीय अध्याये अस्माभिः पूर्वमपि दृष्टं धातोः अनन्तरं ये प्रत्ययाः सन्ति ते सर्वे आगच्छन्ति. अत्र मुख्यविभाजनमस्ति तिङ्प्रत्ययः अपि तु कृत् प्रत्ययः तिङ् तिङ् प्रत्ययः कानि के के सन्ति अस्माभिः अस्माभिः वयं सर्वे जानीमः तत् सिप्तसि सिप्तस्थ मिप्पस्मस् इति सर्वे तिङ् प्रत्ययाः सन्ति. कृत् प्रत्ययः अपि सन्ति नाम शत्र शानच् तुमुन् त्वा क्त क्तवतु इति सर्वे ते कृत् प्रत्ययाः सन्ति. ते अपि तृतीय अध्याये एव आगच्छन्ति. तदनन्तरं धातुरूपी यः कोऽपि प्रत्ययः अस्ति तत् सार्वधातुकं भवितुं शक्नोति आर्धातुकं भवितुं शक्नोति. तिङ् प्रत्ययः अपि सार्वधातुकं भवितुं शक्नोति आर्धातुकं भवितुं शक्नोति. कृत् प्रत्ययः अपि सार्वधातुकं भवितुं शक्नोति आर्धातुकं भवितुं शक्नोति इति अस्माभिः पूर्वमेव दृष्टम् इति वार्ता अस्ति. अस्तु तदनन्तरम् अग्रे गच्छामः. मीना महोदय अस्ति खलु मीनासुन्दरसन् मया श्रोतुं न शक्यं भवतः वा किमर्थं न जानामि. एकवारं पुनः आगच्छतु डिस्कनेक्ट् कृत्वा पुनः आगच्छतु. किं पठितव्यं महोदय तत्र कुत्र? अत्र फ्लो चार्ट् अस्ति खलु पञ्चम सार्वधातुकः. सार्वधातुकः आम् तत्र आर्धधातुकः नित् भिन्नः. तदनन्तरं धातुतः विहिताः प्रत्ययाः त्रिविधाः अपित् ङित्वत् ङित् कित् ङित् पित् कित् ङित् ङित् ङित् भिन्नः ङित् ङित् इति त्रिविधाः भवति. अष्टाध्याय्यां प्रक्रिया चतुर्विधा ओ सुप् तद्धित सार्वधातुक आर्धधातुक ध्येयं स्त्रीत्वार्थं पृथक् प्रक्रिया अहं न अवगन्तुं शक्यं स्त्रीत्वार्थं पृथक् प्रक्रिया न. अनन्तरम् अग्रे विकरणाः विकरणाः धातुप्रत्ययाः द्वादशः द्वादश धातुप्रत्ययाः. तर्हि अत्र सार्वधातुक वयं जानीमः सार्वधातुकप्रत्ययः पित् भवितुं शक्नोति अपित् भवितुं शक्नोति. तत्र किमर्थं पित् अपित् इति लिखितमस्ति यतोहि पित्वात् अपित्वात् भेदः भवति कुत्र कुत्र गुणः भवति कुत्र कुत्र न भवति. यदि सार्वधातुकः प्रत्ययः पित् अस्ति चेदेव तत्र गुणः भवितुं शक्नोति. यदि सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तद् नित्वद् भवति नित्वद् भवति अतः निति च इति सूत्रेण गुण वृद्धिः च न भवति निषेधः भवति. तथैव आर्धातुकप्रत्ययः अपि कित्नित् भवति कित्नित् अत्रापि किमर्थम् एतादृशं विभाजनमस्ति गुणः भवति वा न भवति वा. कित्नित् नास्ति चेत् गुणः भवति कित्नित् अस्ति चेत् गुणः भवति कित्नित् कित्नित् नास्ति चेत् गुणः भवति कित्नित् अस्ति चेत् गुणनिषेधः भवति. तदनन्तरं णित् अथवा णित् अपि एकम् अस्ति विभाजनं. तत्र अधुना तु तस्य प्रसक्तिः नास्ति अग्रे तत् पश्यामः. णित् णित् अस्ति चेत् किं कार्यं भवति इति. तदनन्तरं अन्यप्रत्ययाः के के सन्ति विकरणप्रत्ययाः सन्ति यत् शप् प्रत्ययः श्नु श्ना यदि ऊ प्रत्ययः अस्ति एते सर्वे विकरणप्रत्ययाः सन्ति गणम् अनुसृत्य आगच्छन्ति. तदनन्तरम् एक द्वादश धातुप्रत्ययाः सन्ति. धातुप्रत्ययः इत्युक्ते किं धातुप्रत्ययः ते प्रत्ययाः सन्ति ये धातु अनन्तरम् आगत्य नूतनधातोः निर्मीयन्ते नूतनधातोः निर्माणं भवति. इत्युक्ते किं तत्र णिच् प्रत्ययः अस्ति खलु णिच् प्रत्ययः णिच् प्रत्ययः यदि चुर् योगः णिच् भवति तत्र नूतनधातुः भवति चोरी. तर्हि अत्र चुर् प्रमुखधातुः अस्ति तत्र णिच् प्रत्ययः आगत्य नूतनधातुः भवति चोरी. तत्र चोरी नूतनधातुः भवति. तत् एतादृशमस्ति सन् प्रत्ययः अपि अस्ति. सन् प्रत्ययः इत्युक्ते तत्र गम् अस्ति गम् योगः सन् भवति जिगमिष गन्तुम् इच्छा यत्र अस्ति तत्र जिगमिष इति भवति नूतनधातुः भवति जिगमिष. तदनन्तरम् अन्य अस्ति यङ् प्रत्ययः अस्ति, तदनन्तरं यङ् लुप् भवति, एतादृशं द्वादशप्रत्ययाः सन्ति ये धातोः अनन्तरम् आगत्य नूतनधातोः निर्माणं कुर्वन्ति, एते अपि अनन्तरम् आगच्छन्ति। तदनन्तरं पुनः यद् गीतमस्ति तत्र अष्टाध्याय्यां प्रक्रिया चतुर्विधा भवति, सुप् कृते नाम यत्र प्रातिपदिकात् सुप् प्रत्ययः आगच्छन्ति, रदेवः देवौ देवाः देवं देवौ देवाः, तस्य कृते एकाद एकरूपी प्रक्रिया भवति। तदनन्तरं तद्धित् प्रत्ययानां कृते एकप्रक्रिया भवति, सार्वधातुकप्रत्यया कृते प्रत्ययानां कृते एकप्रक्रिया भवति, आर्धातुकप्रत्ययानां कृते एकप्रक्रिया भवति, स्त्रीप्रत्ययानां कृते कापि पृथक् प्रक्रिया न भवति, ते अपि सुप् इव भवन्ति, तदनन्तरं केवलं स्त्रीप्रत्ययः आगत्य स्त्रीलिङ्गरूपं कुर्वन्ति इति। तर्हि एतादृशं ब्रोड्लि तस्य प्रकरणं प्रक्रिया कथं भवति अष्टाध्याय्यां प्रत्ययानां, तस्य समग्रदृष्टिः अस्ति। अस्तु, मीना महोदय भवती एव पठतु अत्र। एतत् आधारेण च कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम् अस्माकं वर्गस्य नूतनसदस्यः शुकवनं महोदयः सुन्दररीत्या चित्रं निर्मितवान्। धातोः प्रत्ययः सार्वधातुकः आर्धधातुकः, तिङ्क्षित् सार्वधातुकम् तिङ्क्षित् सार्वधातुकम् आर्धधातुकः शेषः, सार्वधातुकः पित् अपि अपित् भवति, आर्धधातुकः कित् नित् कित् नित् नित् भिन्नः नित् नित् अपि त्रिविधाः भवति, अपित् सार्वधातुक नित्वत् समानमेव, आर्धधातुकः कित् नित् अपि सार्वधातुकः अपित् समान सूत्रेण सार्वधातुकम् अपित् इति सूत्रेण गुणनिषेधः भवति, कित्नि कित्नि इति सूत्रेण गुणनिषेधः भवति, कित् नित् नित् भिन्नः इति तत्र यदा इगन्तधातुः इति ज्ञातव्यं, सार्वधातुक आर्धधातुकयो इगन्तस्य अङ्गस्य गुणः भवति, लघु इग् उपदस्य लघु उपधातुः भवति किं, पुगन्तस्य लघु उपदस्य च अङ्गस्य गुणः भवति, सो गुणः भवति किप् किप् किप् यत् भिन्नः इति चेत् एतत् सूत्रेण गुणः भवति, नित् नित् इति त्रिविधाः अस्ति, नित् वित् इति भावे अजन्त ह्रस्व अकार उपधा धातु किम् इति ज्ञातव्यम्, अजन्त ह्रस्व अकार उपधा धातु यदि यदि अजन्तहस्वाकारधातु चेत् वृद्धिः भवति, अधो ज्ञति अध गुण उपधायाः, अचो अचोज्ञति अपि सूत्रेण अथ उपधायाः इति सूत्रेण वृद्धिः भवति, यदि अजन्तहस्वाकार उपधा धातु न तस्मिन् समये लघु उपधातु किं पुगन्त लघु उपधस्य च अङ्गस्य गुणः भवति। इदं वार्ता अस्ति। तर्हि अत्र किमस्ति, अत्र वयं सर्वे प्रायः जानीमः अत्र सार्वधातुक अस्ति चेत् पित्वम् अपित्वं निर्णेतव्यम्, पित् अस्ति चेत् गुणकार्यं भवति, यदि इगन्तधातु अस्ति अथवा पुगन्त अथवा लघु उपधातु अस्ति चेत् लघु इगु उपधातु अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् नित्वद् भवति सार्वधातुकम् अपित् नित्वद् भवति अथवा गुणनिषेधः भवति निति च। तदनन्तरम् आर्धातुकप्रत्ययः अस्ति चेत् नित् नित् अस्ति चेत् निति च इति सूत्रेण गुणनिषेधः भवति, वृद्धिनिषेधः अपि भवति, किमपि न भवति. तदनन्तरं णित् अथवा णित् अस्ति चेत् तृतीयः विभाजनम् अस्ति चेत् अत्र वृद्धेः प्रसक्तिः भवति. यदि यदि अजन्तधातुः अस्ति तर्हि अचोण्णिति इति सूत्रेण वृद्धिः भवति. अथवा ह्रस्व इकार उपधा धातुः अस्ति, नाम धातुमध्ये ह्रस्व इकारः अस्ति, तर्हि धातोः अन्ते कोऽपि अचवर्णः अस्ति अथवा धातोः उपधायां ह्रस्व इकारः अस्ति चेत् अत उपधायाः इति सूत्रेण वृद्धिः भवति. एतत् सर्वं यदा चुरादि यदि यदा वयं णिच् प्रत्ययस्य यदि वयं प्रक्रियायां पठामः तत्र वयं द्रक्ष्यामः यत् किमर्थं वृद्धिः भवति अचोण्णिति इति सूत्रेण अत उपधायाः इति सूत्रेण. उदाहरणं यदि वयं ददामि तर्हि पठ् अस्ति खलु, पठ् पठ् धातु तत्र तस्य निजन्तरूपः भवति पठि, पठ् धातु तत्र निजन्तरूपः भवति. णिच् प्रत्ययः यदि आगच्छति तत्र पट् योगः ई भवति. अधुना अत्र अत्र पठ् मध्ये ह्रस्व अकारः उपधायाम् अस्ति खलु, ह्रस्व अकारः उपधायाम् अस्ति, प अठ पठ् ह्रस्व अकारः उपधायाम् अस्ति. णिच् प्रत्ययः णित् अस्ति खलु, णित्, अतः अचोण्णिति अतः अत उपधायाः इति सूत्रेण वृद्धिकार्यं भवति. अतः तस्य पठ् तस्य भवति पाठी, अतः नूतनधातुः भवति पाठी, अग्रे रूपं भवति पाठयामि पाठयति इति. तत्र अकारस्य आकारत्वं वृद्धिः अस्ति तत्र अत उपधायाः इति सूत्रेण तत्र भवति. अस्तु इति अस्ति. परन्तु यदि अजन्त अथवा ह्रस्व अकार उपधा नास्ति तर्हि कित् नित् नित् नित् भिन्न अस्ति चेत् आर्धातुकमध्ये अपि सार्धातुक आर्धातुकयोः अथवा लघु बुगन्धलघुपदस्य च इति सूत्रेण गुणकार्यं भवति इति ब्राड्लि वार्ता अस्ति. कुत्र कुत्र गुणं भवति, कुत्र कुत्र गुणं न भवति इति. अस्तु, कस्य प्रश्नः अस्ति वा? अस्तु, नास्ति चेत् अग्रे गच्छामः. लीना महोदय अस्ति खलु, लीना दोषी? आम् अस्मि. नमस्ते महोदय, अग्रे पठतु. नमस्ते, अहं वदामि पठामि. न लीना महोदय, लीना दोषी, षष्ठः करपत्रं वा? करपत्रम् अभ्यासः. एकनिमिषम्, अहं तत्र न द्रष्टुं शक्नोमि. वेब्सैट् मध्ये अस्ति वा भवती? या तत्र अग्रे अग्रे तत्र फ्लो चार्ट् तत्र समापयति तत् तस् तस् तदग्रे अभ्यासः. एकनिमिषम्, एकनिमिषम्. न द्रष्टुं शक्नोमि. पञ्चमः एव करपत्रं वा? पञ्चमं करपत्रं न पञ्चमकरपत्रं तत्र केनापि तत्र झूम् कृतवान्, अतः ओन्लि चार्ट् एव अहं द्रष्टुं शक्नोमि. चार्ट् अनन्तरम् अभ्यासः सर्वे पश्यन्ति वा न पश्यन्ति? अहं न पश्यामि. आम् दृश्यते महोदय, दृश्यते. एकवारं महोदय रिफ्रेश् करोतु. आं करोमि महोदय. शुकवनं जुलै 2016 अभ्यासः. प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु. लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं त्वा प्रत्ययान्तरूपं णिच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं तुमुन् प्रत्ययान्तरूपं प्रत्येकस्यां स्थितौ धातुः कीदृशः? इगन्तधातुः, इगन्तभिन्न अजन्तधातुः, लघु इगुपदधातुः, अधुपदधातुः, अपि च प्रत्ययः कीदृशः? सार्वधातुं सार्वधातुकं पित्, सार्वधातुकम् अपित्, आर्धधातुकं कित् ङित्, आर्धधातुकम् इत् ङित्, आर्धधातुकं कित् ङित् ङित् ङित् भिन्नः इति वक्तव्यम्. अस्तु, प्रयत्नं प्रयत्नं करोमि. भ्वादिगणे नि धातुः प्रथमः धातुः अस्ति, तस्य किं किं करणीयमस्ति? लट् लकारस्य प्रथमपुरुषस्य एकवचनान्तं रूपं नि धातु नयतु. झटिति रूपं मा वदतु, प्रक्रिया अपि वदतु. ओके, कथं नयति अस्ति खलु, नयति रूपम् अस्ति, नयति रूपम् अस्ति, नि इति नय भवति. ओके, नियोगः किं? नियोगः, नियोगः शप् योगः, न न न, तस्मात् पूर्वमपि, तस्मात् पूर्वं लस्य, तस्यादपि पूर्वं, तस्मादपि पूर्वं, तस्मादपि पूर्वं नियोगः लट्. सर्वप्रथमं नियोगः लट्, लट् लट्. आम्, तदनन्तरं लट् लट् तस्य पश्चात् तत्पश्चात् तिप्तजि इति आगच्छति, तत्पश्चात् ति ति इत्यस्य कृते तु आगच्छति. केन सूत्रेण अहं न जानामि. तु किमर्थं महोदय? लट् अस्ति खलु, लट्, लोट् नास्ति, लट् लट् लट् लट् लट्. आम् आम् आम्, नियोगः तिप् अस्ति, तिप् नियोगः तिप्, तत्पश्चात् कर्तरि शप् इति सूत्रेण शप् आगच्छति, नि शप् तिप् इति आगच्छति, तत्पश्चात् शप् अस्ति, अतः तिंशित् सार्वधातुकम् इति सूत्रेण गुणः भवति नि इत्यस्य. न न, तिंशित् सार्वधातुकम् इति सूत्रस्य न भवति. केन सूत्रेण गुणः भवति? सार्वधातुक तेन सूत्रेण गुणः भवति नि अ इति आगच्छति. नि इत्यस्य गुणः भवति ने, तत्पश्चात् ने अ ति इति रूपं, तस्य सन्धि एचो यवायावः इत्यत्वेन नय आगच्छति, नय ति इति रूपं नयति, नयति. प्रथमपुरुषस्य एकवचनान्तं रूपं नयति इति आगच्छति. अस्तु, त्वा त्वा रूपं करोतु, त्वा नि नि योगः त्वा, तत्पश्चात् त्वा इत्यस्य क इति पदस्य इत् भवति केन सूत्रेण? सूत्राणि सूत्राणि सन्ति, लशक्वतद्धिते, लशक्वतद्धिते इति सूत्रेण त्वा गच्छति, क गच्छति, क इत् भवति, त्वा इति त्वा इति अवशिष्यते, नि प्लस् त्वा नि त्वा. अत्र गुणं न भवति वा? गुणं न भवति, यतो कि यतोपि यतः तिङ् षित् नास्ति, त्वा इति तिङ् नास्ति वा षित् नास्ति. अतः महोदय, तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकसंज्ञायाः संज्ञायाः सूत्रमस्ति, तद् गुणसूत्रं नास्ति. अत्र तिङ्क्षित् सार्वधातुकम् इति सूत्रेण वयं कथयितुं शक्नुमः यत् त्वा प्रत्ययः आर्धातुकः भवति, आर्धातुकः शेषः इति सूत्रेण. परन्तु गुणं कथं किमर्थं न भवति? यतोहि सार्वधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः आर्धातुकप्रत्ययानां कृते अपि भवति. अपित् अस्ति अतः अपित् अपित् अस्ति इति कारणमस्ति वा? अपित् अपित् इति कुत्र एव द्रष्टव्यं? यत्र प्रत्ययः सार्वधातुकः अस्ति खलु. अपित् पीत् केवलं सार्वधातुकप्रत्ययानां कृते महत्त्वपूर्णमस्ति. आर्धातुकप्रत्ययानां कृते तु नास्ति अपित् पीत् किमपि. तर्हि किमर्थं गुणं न भवति? न वक्तुं शक्नोमि. निति च खलु, एकेव अस्ति गुणनिषेधः सूत्रः. निति च अत्र कित् अस्ति खलु, प्रत्यय कित्. आम्, अत्र कित् अस्ति चेत् गुणः न भवति, अतः रूपं भवति नीत्वा. नीत्वा अनन्तरं निच् करोतु. निच् प्रत्ययान्त नि तथा च निच् इति तर्हि णिच् प्रत्यये यदा आगच्छति तदा प्रथमं तु नूतनधातोः निर्माणं भवति. इति अवशिष्यते वा? नियोगः णिच् मध्ये णिच् प्रत्यये प्रथमं किम् अवशिष्यते? एव अवशिष्यते. इति सूत्राणि कानि? सूत्राणि न वक्तुं शक्नोमि. निच् इत्यर्थ चकारस्य इत् संज्ञा कथं भवति? चुटु चकारस्य चकारस्य इत् हलन्तं. नकारस्य नकारस्य चुटु. आं, तर्हि इ एव अवशिष्यते. इ एव अवशिष्यते. अधुना वदतु नियोगः इ किं भवति? तस्य सन्धि भवति वा? केवलं सन्धि भवति वा? तर्हि अधुना अस्माकम् अधुना अद्य एव अस्माभिः एकं सूत्रं पठितम्, अचोण्णिति खलु. अचोण्णिति किमस्ति? यदि धातुः अजन्त अस्ति, यदि अजन्तधातुः अस्ति, नाम नि अजन्त अस्ति खलु. तदनन्तरं यदि नित् अथवा णित् प्रत्ययः अस्ति, नाम यत्र चझझन्य इति इकार इत् अस्ति अथवा तथ अथवा टकारः इति इत् अस्ति, तर्हि अचोणिति इति सूत्रेण वृद्धिकार्यं भवति. तर्हि अत्र नि अजन्त अस्ति, णिच् अस्ति, तत् किमस्ति? णित् अस्ति. अतः णि तस्य वृद्धिः भवति. णि तस्य वृद्धिः किं भवति, कथं का भवति वृद्धिरूपं किमस्ति? इकारस्य एकवारं वदतु वृद्धिरादेच् इति सूत्रेण वृद्धिस्वराः के सन्ति? ऐ ऐच् आै औ औ. ओके, तर्हि इकारस्य सर्व यत् सर्वसमान वृद्धिप्रत्यय वृद्धिवर्णः कः अस्ति? इकारः तुल्य ऐ ऐ. तर्हि वृद्धि अनन्तरं नै भवति. नै योगः इ किं भवति? नै एचो यवा यावसूत्र आगच्छति अत्र नाय नाय भवति. नायि नायि हा नायि. तर्हि नायि नूतनधातुः निजन्तनूतनधातुः भवति नायि नायि नायि इति. अधुना रूपं करोतु लट्लकार प्रथमवचने. नायि योग अयोग नायियोगः अ अत्र गुण भवति नाये सार्वधातुका अर्धधातुका नाये भवति नाये एचोयवायाव इति सूत्रेण नाययति नाययति तर्हि प्रायः सर्वे जानन्ति यत् नि अस्ति तस्य निजन्तरूपमस्ति यत् प्रेरणार्थकनिजन्तरूपं न्याययति भवति अधुना वयं जानीमः तस्य तस्य प्रक्रिया कीदृशी भवति तर्हि अतः किमस्ति यदि कोऽपि रूपं न स्मरति सः अथवा सा यदि प्रक्रियां जानाति तर्हि रूपं कर्तुं शक्नोति सो वन्स् यु नो द फस्ट् प्रिन्सिपल्स् यु डोण्ट् हेव् टु रिमेम्बर् द the form you can derive you can derive the form hmm mohdaya samshega picture drashtavyam tatra acha nit dhatu ni atra ajanta hrasva akara upada dhatu va am vriddhi अत्र नी अजन्त ह्रस्व न आदर् अजन्त अथवा उपधायम् तर्हि नाययति इति भवति अस्तु धन्यवादः महोदय अग्रे गच्छामि महोदय एकः प्रश्नः इदानीं तु नूतनधातु नायी भवति तस्य पुनः गुणः भवति शप् अस्ति खलु अग्रे नाये भवति अनन्तरम् अकार सो नाययति अस्तु धन्यवादः अस्तु अग्रे सरला महोदय अस्ति खलु महोदय तत्र मुद्रादोषः अस्ति वा प्रथमपुरुषैकवचनान्तरूपं वा आमामां वनान्तरूपम् अस्तु महोदय अहं बहिः अस्मि निमिषं गच्छामि सुमन् महोदय अस्तु अस्तु महोदय प्रयत्नं करोमि नियोगः तुमुन् नियोगः तुमुन् अत्र गुणः भवति यतः तुमुन् आर्धधातुकप्रत्ययः अस्ति कित्नित् अपि नास्ति अतः नी ने भवति ने योगः मुन् यो नकारः गच्छति हलन्त्यं सूत्रेण तु नेतुं भवति तत्र हलन्त्यम् इति सूत्रेण नकारः गच्छति तत्र मकारोत्तरवर्ती यत् उकारः अस्ति तदपि गच्छति उपदेशे अजनासिक इति सूत्रेण तर्हि उकारः अपि नेतुं तत्र उपदेशे अजनुनासिक इति सूत्रेण उकारः अपि गच्छति तर्हि नेतुं भवति तर्हि त्वा प्रत्ययः अस्ति तत्र नीत्वा भवति तन्तुमस्ति तत्र नेतुं भवति तत्र एक त्वा मध्ये कित् अस्ति अतः गुणः न भवति तुमुन् मध्ये कित् कित् नेत् नास्ति अतः गुणः भवितुं शक्नोति अस्तु अग्रे करोतु भवान् अपि अतः एव नीतवान् नीत्वा किन्तु नेतुम् आम् प्रत्ययः अस्ति अपि तत्र नीतः भवति तत्रापि गुणः न भवति उत्तमम् अस्तु भवती एव करोतु तुमुनन्तरं स्वादिगणचि क्षम्यतां महोदय विस्मृतवती ची धातु विकर्णप्रत्यय विस्मृतवती श्नु अस्तु प्रयत्नं करोमि शी योगः लट् भवति शी योगः सारि ची योगः ल भवति लकारस्य स्थाने शप् आगच्छति तत् प्रभाद्य श्नु आगच्छति लकारस्य स्थाने तिप्तस्झि इति सूत्रेण तिप् आगच्छति अस्तु तिप् आगच्छति तिप् स्थाने क्षम्यतां तिप् आगच्छति तिप् स्थाने किमपि न भवति तिप् अस्ति अतः मध्ये किं भवति तिप् अस्ति अतः मध्ये शप् आगच्छति शप् भवति श्नु आगच्छति केन सूत्रेण शप् आगच्छति कर्तरि कर्तरि शप् आम् सम्यक् कर्तृर्थे शप् किमपि किन्तु कर्तृशप् अस्तु अधुना स्थितिः कीदृशी अस्ति ची योगः श्नु योगः ति ची योगः श्नु योगः ति इदानीं तु श्नु सार्वधातुक अस्ति यतः षित् अस्ति किन्तु अपित् अपि अस्ति अतः नित्वत् अस्ति नित्वत् अस्ति चेत् गुणः न भवति अतः चि योगः नु योगः ति भवति इदानीं चिनु भवति चिनु योगः तिप् अस्ति तिप् अपि और् ति ति अपि सार्वधार्तुक अस्ति यतः षित्तिङ् सार्वधार्तुकसूत्रेण अतः पुनः तिप् अपि अपित् नास्ति पित् अस्ति सो तिन् प्रत्यय अस्ति पित् अपि अस्ति अतः गुणः भवति चिनु चिनो भवति योगः ति चिनोति भवति बहु उत्तमं वेरि गुड् चिनोति इति भवति तर्हि चि योगः नु मध्ये गुणः न भवति यतोहि तत्र पित् नास्ति परन्तु चिनु योगः ति मध्ये गुणः भवति यतोहि तिप् प्रत्ययः पित् अस्ति तत् चिनोति भवति उत्तमं महोदय अग्रे क्त्वा प्रत्यय चि योगः क्त्वा अत्र लष्टक सूत्रेण ककारः इत् भवति अत्र कित् अस्ति अतः गुणः न भवति चि योगः त्वा एव अवशिष्यते चित्वा भवति चित्वा किमर्थं भवति चित्वा चु चु कथं भवति किं चित्वा चित्वा अस्तु चित्वा इति भवति अत्र महोदय शप् प्रत्ययः न आगच्छति वा क्षम्यताम् अत्र मध्ये श्नु प्रत्ययः न आगच्छति वा विकरणप्रत्ययः न अत्र तु लकारः नास्ति खलु तिन् प्रत्यय अपि नास्ति अतः कर्तरिषप् इति सूत्रं कदा आगच्छति? यदा सार्वधातुकप्रत्ययः अस्ति. सार्वधातुक आम्. तर्हि अत्र सार्वधातुकप्रत्ययः अस्ति वा? त्वा प्रत्ययः न. अतः नागच्छति. अस्तु, अग्रे निच्. अग्रे निच् चि योगः निच् अत्र अजन्त अस्ति, अतः चि इकारस्य वृद्धिः भवति. सो चि चै भवति. चै योगः इकारः चै अस् भवति नूतनधातु. किं भवति? चै चायि समतं चायि चायि भवति नूतनधातु. निं चायि योगः शप् भवति. इदानीं तु चायि योगः लट्लकार तिप् आगच्छति. तिप् आगच्छति चेत् मध्ये विकर्णप्रत्ययः आगच्छति. अतः चायि योगः शप् योगः ति भवति. चायि शप् अस्ति, षित् अपि अस्ति, पित् अपि अस्ति, अतः गुडः भवति. चायि चाये भवति. चाये योगः अकारः योगः ति चाय यति भवति. चाय यति. उत्तमं, बहु उत्तमं. तर्हि चायि योगः बहु उत्तमम्. अतः मम प्रश्नः अस्ति महोदय, ची धातुः लट् लकार द्विवचनरूपं किं भवति प्रथमपुरुषस्य? प्रथम पुरुषे द्विवचन प्रत्ययः तस् प्रत्ययः अस्ति खलु, तिप् तस् छि तस् प्रत्ययः भवति. अस्तु, सो सो चायि भवति. चायि निच् निच् सिम्पल् विदौट् निच्. ओ, विदौट् निच्. अस्तु, चि यो सो ऐ जस्ट् बेक् ट्राक् अ लिटल् बिट्. सो चि योगः ष्णु योगः तः भवति. तत्र किमपि चिनु इदानीं तु तस् अस्ति, तिन् सार्वधातुक अस्ति, किन्तु अत्र अपित् अस्ति. अपित् अस्ति चेत् नित्वत् भवति. अतः सार्वधातुकप्रत्ययः अस्ति किन्तु अपित् अतः गुणः न भवति. इत्युक्ते चिनु योगः तः चिनु योगः तस् किमपि चिनुतः भवति. आम्, चिनुतः. उत्तमं. तर्हि प्रथमपुरुष एकवचने चिनोति, परन्तु प्रथमपुरुषे द्विवचने चिनुतः भवति. यतोहि तिप् प्रत्ययः पित् अस्ति, परन्तु तस् प्रत्ययः पित्त. अतः प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचने एव चिनोति, चिनोषि, चिनोमि भवति. सर्व अन्य सर्वत्र चिनु भवति. आम्, उत्तमम् उत्तमम् उत्तमम्. यतोहि प्रथमपुरुषे तिप् अस्ति, मध्यमपुरुषे सिप् अस्ति, उत्तमपुरुषे मिप् अस्ति, सर्वत्र पित्वम् अस्ति खलु. बहु उत्तमं महोदय, बहु उत्तमं, धन्यवादः महोदय। अस्तु, कस्य प्रश्नः अस्ति वा इदानीं पर्यन्तं? सर्वे अवगच्छन्ति वा ची धातोः रूपाणि किमर्थं भवति? अस्तु, तर्हि एकवारं चिन्तयतु, अधुना पर्यन्तं वि हेव् नाट् स्टडीड् स्वाधिगण, बट् येट् बै नोयिङ्ग् द बेसिक् रूल्स् आफ् गुण एण्ड् वृद्धि वि हेव् बिन् एबल् टु डिरैव् द प्रथमपुरुष एकवचन द्विवचन निच् तुमुन् एण्ड् त्वा फार्म्स् आफ् धातु विच् कम्स् इन् स्वाधिगण. Isn't that amazing? Right? Everybody knows Bhavadigana, everybody knows Bhavadigana, but normally people are kind of, you know, scared about the Swadhigana and all. But now, just by knowing a few sutras, basic sutras, we are able to derive the forms of Chi Dhatu. That is something which, if one thinks and one reflects, it is really a big achievement at this stage. By knowing just a few sutras. That is the power of learning Ashtadhyayi. So, now we know Chinoti, we know Chitvaha, we know Chayayati. Like, even big people who don't know the sutra and who have to memorize the forms will stumble upon, oh, what is the form of Prerunarthaka Nich? What's the form of Dvivachana, Chinotaha? No? But once you know the first principles, it becomes very easy. Astu. धन्यवादः महोदय. अग्रे गच्छामः, भानुमहोदय अस्ति खलु महोदय? तत् स्वादिगण वा सुवादिगण वा महोदय? स्वादिगण, तदपि मुद्रणदोष. अस्तु, दा करोतु अग्रे, ज्योत्यधिगणे दा. अस्तु, एकवारं महोदय, दा इति अधुना न कुर्यामः, यतोहि दा मध्ये किमपि बहु नूतनकार्याणि भवन्ति, तत्र द्वित्वं भवति, द्वित्वं भूत्वा ददा भवति इति सर्वं भवति, तर्हि तत्सर्वम् अधुना वयं न जानीमः, अधुना दा न कुर्मः. भानुमहोदय खलु? आं महोदय. गै करोतु. गै, पूर्वं मया न श्रुतं महोदय, भवान् मम नाम. अस्तु, गै द्वादिगण, द्वादिगणे गै धातुः, द्वादिगणे गै धातुः महोदय. तत् गै तु तिङ् नास्ति, षित् नास्ति, आर्धधातुकं शेषः. महोदय महोदय, गै धातुः अस्ति, प्रत्ययः नास्ति. गै धातोः प्रथमपुरुष एकवचनरूपं करोतु, लट् लकारे. गै लट् लकारः, गै योग लट् लस्य इति सूत्रेण तत् गै योग चित्. लस्य सूत्रेण तिप्तश्चि सिप्त, लस्य अधिकारः अस्ति केवलं, सूत्रमस्ति तिप्तश्चि सिप्तश्चि. महोदय, सूत्रं लस्य इति अधिकारः अस्ति, तेन तिप्रत्ययः न आगच्छति, तिप्रत्ययः तिप्तस्थि सिप्तस्थ इति सूत्रेण आगच्छति. गै योग तिप् अस्ति, तदनन्तरं लट्लकारः द्वादिगणः अस्ति, तत्र विकरणप्रत्ययः अस्ति षिप् षप् षप् कर्तरि षप् गै योग षप् योग चित् महोदय, तत्र इत् संज्ञा अस्ति, सिप् सि एव अवशिष्यते, षिप् इत्युक्ते तत्र अकारः एव अवशिष्यते. अकारः शकारः अपगच्छन् अपगच्छतः गै योग अयोग ति गै ऐ योग अ सन्धिं भूत्वा गाय भवति गायति इति लट् लकारः प्रथमपुरुषे एकवचनान्तरूपं भवति उत्तमम् अग्रे त्वाप्रत्यय त्वाप्रत्ययान्तरूपं गै योग त्वा त्वा इत् संज्ञा भूत्वा त्वा त्वा एव अवशिष्यते ककारः गच्छति लषट्कपद्धते इति गै योग त्वा तर्हि अत्र एकं नूतनसूत्रमस्ति अधुना पर्यन्तम् अस्माभिः न दृष्टम् एकं सूत्रमस्ति आदे च उपदेशे अशिति आदे च उपदेशे अशिति तत् सूत्रं किं वदति यदि प्रत्ययः षित् नास्ति यदि प्रत्ययः षित् नास्ति तर्हि धातोः अन्ते यदि एच् प्रत्याहारस्य वर्णः अस्ति तत्र एच् स्थाने आकारः आगच्छति तर्हि अत्र गैयोगः त्वा अस्ति तत्र त्वा षित् नास्ति खलु षित् नास्ति अतः गै मध्ये एकारः एच् प्रत्याहारे आगच्छति खलु एच् प्रत्याहारे आगच्छति अतः तस्य स्थाने आकारः भवति तत् गै भवति गा तर्हि गैयोगः त्वा भवति गायोगः त्वा अवगच्छति वा गै गा भवति महोदय रूपं किं भवति गायोगत्वा गायोगत्वा गायोगत्वा तर्हि किं भवति रूपं गात्वा गात्वा आम् अग्रे णिच् करोतु मिच् मिच् प्रत्ययान्त धातोः गै योग लिट् महोदय अत्र गै गायति इत्युक्ते सिङ्ग्स् खलु किन्तु अहं चिन्तितवती तस्य त्वान्तरूपं गीत्वा अस्ति न गीत्वा अस्ति अहं चेक् करोमि अहं चेक् करोमि अस्तु अहम् अहं पश्यामि गीत्वा इति रूपम् अस्ति तस्य त्वान्तरूपम् अस्तु अहं गात्वा वा गीत्वा अस्ति अस्ति च अहं पश्यामि तत्र इकारः कुत्र आगच्छति तत्र प्रायः नूतनसूत्रमस्ति तत्रापि यदहमपि न जानामि अधुना अहं सम्यक् न जानामि अहं पृच्छामि एव आमाम् अहं चिन्तयामि प्रायः गीत्वा अस्ति वा अहं पृच्छ अहं वद एकवारं दृष्ट्वा वदामि अस्तु धन्यवादः महोदय महोदय महोदय आर्धधातुकप्रत्ययमस्ति तत्र आर्धधातुकशेषं शेषः इति सूत्रेण आर्धधातुकः अस्ति तत् किञ्चित् नास्ति नित् आर्धधातुके नित् प्रत्ययः अस्ति इति अतः तत् अजन्तः वा न वा इति द्रष्टुं तत् अर्हति वदतु महोदय किं भवति हलो भानुमहोदय ओन्लि वी केन् सी ओन्लि फोर् भानुमहोदय आगच्छति भानुमहोदय गै प्लस् निच् किं भवति आ, महोदय तत्र साहाय्यम् अपेक्षते महोदय. अड्डन्त चित्रे दृष्ट्वा अड्डन्त अकारोषु ददातु वा इति. धातुः तु गै अस्ति, तत्तु अजन्त वृद्धि भवति. एकारस्य एकारस्य वृद्धिः तु एकारः एव अस्ति खलु. तर्हि एकारः स्वयमेव वृद्धिः अस्ति खलु. तर्हि तत्र गै एव तिष्ठति. गै योगः ई किं भवति? महोदय गै योगः ई किं भवति? गायि खलु. गायि तदनन्तरं रूपं किं भवति? तदनन्तरं एव अवशिष्यते. न, गायि योगः तिप् अस्ति खलु. अत्र मध्यशप् आगच्छति खलु. कर्तृशप् इति सूत्रेण शप् आगच्छति खलु महोदय. तदनन्तरं किं भवति? केन सूत्रेण गुणः भवति? सारधातुकार्धातुकयो सारधातुक आधातुकयोः इति सूत्रेण इगन्तधातुः अस्ति चेत् गुणः भवति खलु. तर्हि गायी अस्ति, इगन्त अस्ति, त्रिशप् अस्ति, शप् सारधातुक अस्ति, पित् अपि अस्ति. अतः गुणं भवति गाये इति भवति खलु. रूपं किं भवति? न, गाये योगः अकारः योगः ति अस्ति खलु. गायि तस्य गुणः भवति गाये भवति. गाये योगः अकारः किं भवति? आय नै, अय भवति खलु. ए अस्ति, अयि नास्ति. गाययति महोदय. गापयति इति आगच्छति खलु महोदय. श्रुतं तादृशं गापयति दापयति इति भवति किमपि? आमां, तत्रापि अस्ति. तत्र वस्तुतः एतत् सर्वम् अस्माभिः अधुना पर्यन्तं पठितं नास्ति. तत्र कुत्र निच् यदा णिच् भवति तत्र कुत्र कुत्र पुक् पुक् अस्ति, पुक् अपि आगच्छति. तत्र पुक् आगत्य कुत्र कुत्र पकारः अपि आगच्छति. अतः परन्तु तत्सर्वम् अधुना वयं न जानीमः. अतः अहं तत्र डीप् डीप् मध्ये न गच्छामि. लेट्स् नौ स्टिक् टु द बिकास् सो there is a disclaimer here that because we don't know the complete sutras, some of them we don't know yet, we might end up making the wrong words right now. So let's just stick to the words which we can get from what we have done so far. and once we go ahead and once we get to know more and more sutra, we'll ultimately reach the correct form. Tari atra gayati asti astu, gayati bhavatu, parantu it may not be correct. There can be gapayati also. There are other sutras in nich pratyaya which say that sometimes you have to put pakara. So we'll skip that for now. So the aim right now is to just figure out where to make guna, where to make vritti, etc. Mm-hmm. So yeah, astu. So right now, please don't keep the final form in your mind, because that may be wrong. But once we learn all the sutras, we'll ultimately reach the correct form. Astu. Astu mo dhanyavadah. Tadanantaram astu Janaki mohode asti khalu. Aam mohode. भ्वादिगणे बुद्ध धातु करोतु. भ्वादिगणे बुद्ध धातु. अस्तु महोदय. बुद्धयोगः लट् लस्य तिप्तस्य इति षट्वाति सूत्रेण तत्र तीः आगच्छति, तिप् आगच्छति. तदनन्तरं बुध् योगः तिप् कर्तरी शप् सार्वधातुकार तत्र तिंशित् सार्वधातुकम् इति कारणात् कर्तरी शप् आगच्छति. अतः बुध् योगः शप् योगः तिप् अत्र तत्पूर्वमेव पकारः हलन्त्यम् इति सूत्रेण गच्छति खलु महोदय. तेन का तिप् तस्य तिप् ति एव भवति खलु. अस्तु. अतः बुध् योगः शप् योगः ति. तदनन्तरं शप् तदपि हलन्त्यम् इति सूत्रेण पकारस्य इत् संज्ञा भूत्वा तस्य लोपः भवति. तदनन्तरं शकारस्य लशक्व तद्धिते इति सूत्रेण शकारस्य इत् संज्ञा तस्य लोपः इति भवति. अतः अत्र बुध् योगः अयोगः ति इति भवति. अत्र तिंशित् सार्वधातुकम् इति कारणात् सार्वधातुक अर्धधातुकयोः इति सूत्रेण न अत्र पुगन्तलघु उपदा तदेव आगच्छति खलु महोदय. तेन सूत्रेण अत्र इग् उपधा तस्य गुणः भवति बोध् इति भवति. बोध योगः अ योगः ति बोधति इति भवति. उत्तमं. बोधति इति त्वा त्वा बुध् योगः त्वा अत्र लशक्व तद्धिते सूत्रेण ककारस्य सम्यक् तस्य लोपः कित् अस्ति. अतः गुणः न भवति. बुद्ध योगः त्वा बुद्ध्वा बुद्ध्वा इति जानामि इति वदामि. अहं न जाने कथं तद् भवति. तत्र सन्धिकार्यं भवति, तत् अग्रे वयं द्रक्ष्यामः. परन्तु मुख्यविषयः अस्ति अत्र गुणकार्यं न भवति. न भवति. किमर्थं न भवति? अत्र इक् कित् अस्ति. कित् निषेध किति च इति सूत्रेण न भवति. अग्रे अग्रे प्रथम निच् प्रत्ययः. तत्र बुध् योगः निच् तत्र चुटु इति सूत्रेण ञकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण ककारस्य इत्संज्ञा ई अवशिष्यते. अत्र मित् इति कारणात् अजन्त किमपि न भवति खलु महोदय. तत्र केवलं गुणः भवति वा किम्? अत्र निति नित् अस्ति परन्तु अजन्त नास्ति, अतः वृद्धिः न भवति. वृद्धिः न भवति तर्हि? तर्हि अद् उपदा इति सूत्रेण गुणः एव भवति खलु. सार्वधातुक अर्धन्तलघुपदस्य इति सूत्रेण तत्र गुणः भवति. अतः बोध् योगः इ योगः बोध् योगः इ योगः कर्तरीषु बोधयोगः इ भवति, तत्र नूतधातु किं भवति? बोधि, बोधि, पुनः तत् टिप् भवति, तेन कारणेन अत्र कर्तरी शप् सार्वधातु तिंशित् सार्वधातुकम्, अतः कर्तरी शप् भवति, अतः अत्र अ आगच्छति. बोधि योगः अ योगः धि भवति. अत्र तिप् पित् इति कारण तिप् पित् इति कारणात् गुणः भवति, तेन कारणेन बोधे बोधे इति भवति. बोधे योगः अ योगः ति बोध बोधयति इति भवति. एचो यावायावः इति सूत्रेण बोधयति इति भवति. बोधयति, उत्तमम्. अग्रे तुमुन्. तुमुन् बोध यो बुध योगः तुमुन्. अत्र नकारस्य हलन्त्यं उका उन् तस्य वर्णसमूहं हलन्त्यं न नकारस्य हलन्तं भवति. अत्र किम् अस्ति अनु उपदेशे अजनुनासिक तेन सूत्रेण ऊ गच्छति, अतः तुम् अवशिष्यते. अत्र बुद्धुम् इति भवति वा? बुद्धु योगः तुम् गुणः भवति वा? आर्धधातुकः इगु पुगन्तलघु तेन सूत्रेण भवति वा महोदय? अहं पृच्छामि, भवति वा? भवति. अत्र पित् किमपि नास्ति, अतः भवितुम् अर्हति खलु महोदय? लघु उत्पदा अस्ति, बुद्ध किमपि नास्ति, अतः भवितुम् सो बो बोध योगः तु बोद्धुं बोद्धुम्. अस्तु, धन्यवादः महोदय. नमस्ते महोदय. संशय महोदय, इदागमः भवति किम्? इडागमः बोधितुमपि शक्यं वा? क्षम्यताम्, अत्र धातु सेट् अस्ति वा? अत्र धातु सेट् अस्ति वा? न, अत्र इडागमः न भवति खलु? किमर्थं न भवति? भवती एव वदतु. किं वदति वा भवान्? किं वा वक्तुं शक्यते? अत्र इडागमः भवति न वा इति प्रश्नः अस्ति खलु? अहं न जानामि बोधितुं शक्यं वा न शक्यं वा इति अहं न जानामि. तर्हि अत्र हा भवतः यद् वदति तत् तु समीचीनम् अस्ति, संशयमस्ति. एकनिमेषः, अत्र वस्तुतः इडागमस्य प्रसक्तिः अस्ति. इडागमः कुत्र कुत्र अस्ति? प्रश्नः समीचीनः अस्ति. अत्र कुत्र कुत्र इडागमः भवति इति एकनिमिषः. अत्र आर्धातुकप्रत्ययः आर्धधातुकस्य बलादेः सूत्रेण सूत्रस्य प्रसक्तिः भवति, अतः इडागमस्य वशीकृति. तुम् इद कृत् प्रत्यय, तत्र नेड् वशी वश् प्रत्याहारे न आगच्छति अत्र, अतः अत्र इडागमस्य प्रसक्तिः भवति. तर्हि प्रश्नः अस्ति अधुना, बुध् धातु सेट् अस्ति वा अनिट् अस्ति वा? तर्हि यदि बुध् धातु सेट् अस्ति चेत् इडागमः भवति, बुध् धातु अनिट् अस्ति चेत् इडागमः न भवति. तर्हि एकनिमेषः, अहं जानामि बुध् धातु हलन्तधातु अस्ति. हल् धातु सामान्यतया सेटः भवन्ति, परन्तु बुध् अनिट् अस्ति. तर्हि बोधुं बोधुमेव भवति इति अहं चिन्तयामि, यतोहि बुध् धातु अनिट् बुध् धातु एकनिमेषः अनिट् अस्ति. आम्, बुध् धातु अनिट् अस्ति, अतः बोधुं भवति. बोधितुं दोषः एव, बोधितुं अन्लेस् इट् इस् वेड् in that, unless it is both the roots are both are correct, that is a different story. But as far as I know, it is a anit. It is anit. So there should not be a there should not be ikaranta, iganta, iragama. One minute. I will just reconfirm whether it is kutrasti. बोद्धुं भवति महोदय बोद्धुमेव भवति बोद्धुमेव तर्हि सो थेङ्क्स् महोदय वि टोटलि फर्गाट् अबौट् द इडागम माय मिस्टेक् आल्सो सो या अत्र क्षम्यतां तत्र पूर्वमपि यत् अस्माभिः यत् अपि कृतं तत्र तत्र अस्माभिः समीचीनं न कृतं प्रायः इति तर्हि अत्र कुत्र अस्ति क्षम्यतां हा नीधातु अस्ति खलु नीधातु तर्हि नियोगः तुमुन् अथवा नियोगः त्वा अस्ति तत्रापि इडागमस्य प्रसक्तिः अस्ति यतोहि आधातुकप्रत्ययः अस्ति परन्तु नीधातु अनिट् अस्ति नीधातु अनिट् अस्ति अतः तत्र इडागमः न भवति अतः रूपं भवति नीत्वा अथवा नेतुम् इडागमः भवति चेत् तत्र नयितुम् इति किमपि भवति परन्तु नीधातु अस्ति तत् अनिट् अस्ति अतः नीत्वा अथवा नेतुं भवति सिमिलर्लि चीधातु अपि अनिट् अस्ति अतः तत्रापि चित्वा अथवा चेतुं भवति तत्रापि इडागमः न भवति अतः प्रत्ययः तु आर्धातुकस्य इडवलादेः नेड्वशीकृति इति प्रत्यय सूत्रेण इडागमस्य प्रसक्तिः अस्ति परन्तु धातुः अपि सेट् अस्ति चेदेव इडागमः भवति धातुः अनिट् अस्ति चेत् इडागमः न भवति नीधातु चीधातु अनिट् सन्ति अनिट् स्तः अतः इडागमः न भवति तदनन्तरं गै अपि अनिट् अस्ति अतः तत्रापि इडागमः न भवति गातुम् इति रूपं भवति अथवा गीतः इति रूपं भवति गीत्वा इति रूपं भवति तत्रापि इडागमः न भवति सिमिलर्लि बुध् अपि अस्ति बुध् अपि धातु यत् अस्ति तत् अनिट् अस्ति अनिट् अस्ति अतः तत्रापि इडागमः न भवति बुध्वा अथवा बोद्धुं भवति इति वार्ता अस्ति खलु अस्तु तर्हि बहु उत्तमं महोदय थेङ्क्स् फार् ब्रिङ्ग् मिस् टु अटेन्शन् फर्गाट् अबौट् दिस् अस्तु महोदय बुद्ध धातोः त्वान्तरूपं बुद्ध्वा वा तत्र सन्धिकार्यं भवति तत्र तकारस्य दकारः भवति किमर्थं हा तत्र भू दः ध्वा इति बुद्ध्वा अस्तु अग्रे अस्ति का अस्ति अग्रे अस्ति लीना महोदय अस्ति खलु लीना दोषी न भवती तु कृतवती खलु मीना मीना महोदय सारि मीना रुद्रे सारि द्वादिगणे बुद्ध दातु समाप्तम् लिख् दातु लिख् दातु तुदादिगणे विकरणं भवति तुदादिगणे शः अपित् सार्वधातुकं तस्मात् अपित् ङित्वत् ङति इति सूत्रेण गुणः निषेधः भवति तस्मात् लिक् शप् श ति गुणः न भवति लिक् अ ति लिखति एव भवति अन्तिमरूपम् उत्तमं सत्यं वा सत्यं लिखति लिक् त्वा लिक् त्वान्तं कित् भवति तस्मात् कित् कृति गुणनिषेधः पुनरपि इडागमः भवति तत्र आर्धातुकस्य इड्वलादेः नेडवशि इड्वलादेः इदागमः भवितुं शक्यं, परन्तु नेडवशीकृति निषिद्धः न भवति, न भवति, न भवति, अत्र प्रसक्तिः भवति, प्रसक्तिः भवति. स्टेट् अस्ति वा अनिट् अस्ति वा जानाति वा? अहं न जानामि. सेट् अनिट् अहं न जानामि. अहं वदामि सेट् अस्ति, सेट् अस्ति. लिखित्वा, लिखित्वा, उत्तमम्. अत्र सेट् अस्ति अतः इडागमः भवति, तर्हि लिखित्वा इति भवति. तथा निच् लिक् निच् निच् प्रत्ययः लिच् प्रत्ययः इ एव अवशिष्टम् अवशिष्यते. लिक् इ लघुपदस्य गुणः भवति लेखि इति अङ्गं. अत्र वृद्धिः न भवति वा? किं किं महोदय, श्रोतुं न शक्यं. वृद्धिः किमर्थं न भवति? श्रोतुं न शक्यं वा महोदय? वृद्धिः किमर्थं न भवति? वृद्धिः किमर्थं न भवति? निच् प्रत्ययः इ लेखि इति भवति, लेखि इति भवति. तत्तु भवती जानाति इति वदति, परन्तु वृद्धिः किमर्थं न भवति अत्र? लैख् लैख् किमपि न भवति वा? किमर्थम् अजन्त न अजन्त ह्रस्व अकार उपधातु एव वृद्धिः भवति. अत्र अस्ति वा ह्रस्व अजन्त अस्ति वा? अजन्त न ह्रस्व अकारः अस्ति वा उपधान? ह्रस्व अकार उपधान एकार एव. इ इ अस्ति, इ लिख् अस्ति खलु? अस्ति अजन्त अजन्त अस्ति. एकनिमिषं, धातु लिख् अस्ति, लिख् योगः इ, लिख् अजन्त अस्ति वा? लिख् अजन्त न, हलन्तम् उपधायां उपधायां ह्रस्व अकारः अस्ति वा? उपधायाः अजन्त न, उपधायामपि ह्रस्व अकारः नास्ति, अतः गुणः भवति. ह्रस्व अकारः नास्ति तस्मात् वृद्धिः न भवति, गुणः भवति, गुणः भवति. ले ले ले ले लिक् इ ले लेख् इ भवति, ले ले लेखि ततः शप् प्रत्ययः, ले लेखि आति ले लेखयति गुणः भवति. पित्वं पित् सार्वदासिक आर्धदातुकयोः गुणः ले ले ले ले ले लेखे लेखयाः लेखयति लेखयति इति भवति. अस्तु, मम एकः प्रश्नः अस्ति सर्वेषां कृते, सर्वे शृण्वन्तु. अत्र णिच् प्रत्ययत् अस्ति, तदपि किमस्ति आर्धतुक अस्ति खलु? णिच् प्रत्ययः आर्धतुक अस्ति, णिच् प्रत्ययः आर्धदातुक अस्ति. अस्तु, तर्हि तत्र इडागमस्य प्रश्नः किमर्थं नास्ति कुत्रापि? इडागमप्रश्नः नास्ति. आर्धातुकस्य इत् बलादेः किं वशीकृति कृत् प्रत्ययं तत्र न, कृत् तु नास्ति, परन्तु आर्धातुकस्य इड्वलादेः इति सूत्रेण इडागमः न भवति वा? नेट् वशीकृति तस्मात् निषिद्धः भवति, ओ निषिद्धः न भवति महोदय. निच् सुपत्रया कृत् प्रत्ययः नास्ति, अतः नेड्वशीकृतिसूत्रं कार्यं न करोति. आर्धातुकस्य इड्वलादेः इति सूत्रेण यत् निच् प्रत्ययः अस्ति तस्य केवलम् इकारः एव अवशिष्यते, तत्र इलागमस्य प्रश्नः किमर्थं न आगच्छति इति मम प्रश्नः अस्ति. इलागमः किमर्थं न भवति? प्रति एव इ अस्ति खलु महोदय, न तादृशं न वा? निश्चय तत्र इ एव अवशिष्यते. इ एव अवशिष्यते, तर्हि अन्य एक इ आगच्छति वा तत्र? अन्य इ आगन्तुं शक्नोति खलु, किमर्थं न आगच्छति? मया न अवगतं, किमर्थम् इदागमनं भवति महोदय? तदेव मम प्रश्नः अस्ति, किमर्थं न आगच्छति? नागच्छति इति सत्यमस्ति, परन्तु कारणं किम्? वशीकृति इति एतत् सूत्रमेव निषेधसूत्रं वैदागम. निच् प्रत्यय कृत् प्रत्यय नास्ति, अतः नेड् वशीकृति सूत्रस्य प्रसक्तिः एव नास्ति. आर्धातुकस्य इड्वलादेः सूत्रमस्ति खलु, प्रत्ययः आर्धातुकः अस्ति, वलादि अपि अस्ति, तर्हि इडागमः भवति इति अस्ति खलु. भवति अत्र किमर्थं न भवति इति जानाति कोऽपि? जानाति धातु वेट् अस्ति वा महोदय, तेन कारणेन मात्र नो न निच् प्रत्ययस्य कृते एव न न भवति इति भवान् वदति वा? चोरयितुम् इति तादृशं न भवति? अस्तु, न न अहं पृच्छामि, धातुः यदा तस्य योजनं भवति णिच् प्रत्ययसः, णिच् प्रत्ययः आधातुकः अस्ति खलु, तर्हि नूतनधातुः यदा भवति तत्र इडागमः मध्ये किमर्थं न भवति? अहं न जानामि. कोऽपि जानाति वा? न जानामि महोदय. णिच् प्रत्यय यदा तस्य किं रूपम् अवशिष्यते? णिच् प्रत्ययस्य ई वलादि अस्ति वा? न नास्ति. नास्ति, न भवति. आर्धातुकस्य बलादि अस्ति चेदेव भवति खलु इडागमः? अस्तु अस्तु, तर्हि णिच् मध्ये केवलम् इकारः अवशिष्यते, इकारः वल् प्रत्याहारे न आगच्छति, अतः इडागमः न भवति. धातु सेट् वा अनिट् वा प्रश्नः एव नास्ति, इडागमः एव नास्ति. अस्तु अस्तु, आर्धधातुकस्य इद् बलादेः इति सूत्रेण एव इद् न इद् न भवति, तदेव उत्तरमेव किल? प्रसक्ति एव नास्ति. मम एकः प्रश्नः, अत्र निच् अस्ति, न ईतु इत्करणं पश्चात् आगच्छति, किमर्थं स्वीकरणीयम्? इत्करणस्य प्रश्न अनन्तरम् एव द्रष्टव्यं यत् आदि प्रत्ययस्य आदिकरणं किमस्ति. सर्वदा निप्रत्ययस्य निष्कासनान्तरमेव दर्शनीयम्. अस्तु, पुनः वदतु महोदय, किञ्चित् सम्पर्कः सम्यक् नासीत्. अहं वदामि यत् निच् प्रत्ययः प्रत्ययः अस्ति खलु, ई तत्र आर्धातुक अस्ति, परन्तु इडागमस्य प्रसक्तिः किमर्थं नास्ति? तस्य उत्तरम् अस्ति यत् ई वलादि नास्ति खलु, ई वलादि नास्ति, किन्तु नकार तु वलादि अस्ति खलु. परन्तु यदा वयं वदामः यत् आदौ किं वर्णः आगच्छति, तत् सर्वदा निष्कासनन्तरम् एव दर्शनीयम्. इद् निष्कासनन्तरम् एव दर्शनीयं यत् आदौ किमस्ति. अस्तु, तर्हि आदौ ई अस्ति, ई वलादि नास्ति, वल्प्रत्याहारे नास्ति, अतः न भवति. अस्तु, अधुना समयः समाप्तः, प्रश्नः अस्ति वा कस्यापि? एकवारं पुनः पठतु अद्य तस्य करपत्रं, तत्र बहु किमपि अस्माभिः पठितम्, अतः करपत्रं पठतु. मिस्सिङ्ग् आन् एप्लिकेशन् एक्चुलि. हा, तत्र अभ्यासः एव अस्ति खलु एप्लिकेशन् तत्र. So the point of the abhyasa is to do application. Atha ekavaram, if all the sutras are in the mind, then it becomes easier. So I would recommend reading it again so that, and revising the sutras again and again so that they are fresh in the memory. धन्यवादः अस्तु धन्यवादः सर्वेषां शुभरात्रिः धन्यवादः शुभरात्रिः